अस्तु, अस्माकं नूतनन्यायवर्गे सर्वेषां स्वागतम्। इदानीम् अस्माकं विषयः अस्ति तत्र विभागसंयोगनाशयोः कारणकार्यक्षेत्रं, कार्यकारणभावः इति। तत्र प्रायः बहु किमपि अधीतम् अस्माभिः, तत्र किञ्चिदेव तस्मिन् करपत्रे अवशिष्यते, तद् किञ्चित् दृष्ट्वा तदनन्तरम् अग्रे सरेम। तर्हि तत्र सुनील् महोदय, भवान् एव आरम्भं करोति वा? तत्र इदानीमपि स्पष्टं नास्ति इति अस्ति खलु, तस्मात् प्रायः पठेम। प्रश्नः, इदानीमपि स्पष्टं नास्ति हस्तपुस्तकयोः संयोगनाशः कायपुस्तकयोः संयोगनाशः उभयत्र विभागः इत्येव कारणं, किन्तु भिन्नविभागः इति न उच्यते वा? अत्र इदानीं प्रश्नः अस्ति, अत्र संयोगनाशः विभागः द्वयोः मध्ये स्पष्टं नास्ति इति। अत्र हस्तपुस्तकयोः संयोगनाशः कायपुस्तकयोः संयोगनाशः उभयत्र विभागः इति एव कारणं वा इति प्रश्नः। अतः पूर्वस्मिन् वर्गे वयं दृष्टवन्तः, लाघवम् अस्ति, विभागमेव स्वीकुर्मः इति। अतः तदेव तत्र एतादृश स्थानेषु अत्र हस्तपुस्तकयोः संयोगनाशः कायपुस्तकयोः संयोगनाशः द्वयमपि स्वीकुर्मः चेत् तत्र विभागः एव कारणं वा इति पुनः प्रश्नं पृच्छति। हा, इत्युक्ते गते कक्षायां वयं दृष्टवन्तः, तत्र गतकक्षायां तत्र लाघवं कुत्र लाघवम् इति खलु, इत्युक्ते विभागस्य तु तत्र प्रथमं विभागस्य संयोगनाशः तु कारणं न भवति, यतोहि अभावपदार्थेन भावपदार्थः इति तत्र तत्तु असमीचीनमस्ति इति कृत्वा तस्य तिरस्कारं तु प्रथमम् अभवत्। तर्हि तदनन्तरं वयं दृष्टवन्तः, तथा अस्ति चेत् क्रिया एव द्वयोः अपि कारणं भवतु इति, इत्युक्ते संयोगनाशस्य अपि कारणं क्रिया भवतु, अपि च विभागस्य अपि कारणं क्रिया भवतु इति वयं इति पूर्वपक्षी। तदनन्तरं तत्र नूतन वादं प्रस्थापयति। तर्हि तत्र लाघवस्य प्रसङ्गः आगच्छति खलु, यतोहि विभागस्य तु क्रिया एव कारणं भवति इति कृत्वा विभागस्य तु तत्र कारणद्वयं भवति एव, इत्युक्ते हस्तपुस्तकयोः विभागः भवति चेत् तत्र क्रियाकारणं, कायपुस्तकयोः विभागः भवति चेत् तत्र तु विभागः एव कारणम् इति वयं तत्र क्रिया कर्मजविभागः अपि च विभागजविभागः इति विभागः द्विप्रकारकः इति अङ्गीकृतवन्तः। परन्तु तथैव इदानीं क्रिया एव संयोगनाशस्य अपि कारणम् इति भवति चेत् संयोगनाशः अपि तथा भवतु इति तस्यापि अङ्गीकार्यं भवति खलु, इत्युक्ते तत्र यत्र कर्मणा तत्र संयोगनाशः इति, इत्युक्ते हस्तपुस्तकयोः संयोगनाशः इत्युक्ते तत्र कर्मजः संयोगनाशः कर्मजः, अपि च कायपुस्तकयोः संयोगनाशः इति प्रसङ्गे तु तत्र यः कर्म संयोगनाशः अस्ति तत्तु संयोगनाशजः संयोगनाशः इति, इत्युक्ते हस्तपुस्तकयोः यः संयोगनाशः अभवत् तेन संयोगनाशेन उत्पन्नः संयोगनाशः इति स्वीकरणीयम् इति आपतति। तर्हि तत्र लाघवं नास्ति इति कृत्वा तत्र सिद्धान्ती किं वदति इत्युक्ते तत्र तथा स्वीकरणेन तत्र लाघवं नास्ति, विभागेन संयोगनाशः इति स्वीकुर्मः चेत् यत्र कुत्रापि संयोगनाशः भवतु, तत्र तत्र यः विभागः पूर्वम् अभवत् तेन विभागेन संयोगनाशः जायते इति इत्यत्र लाघवमस्ति इति सिद्धान्ती वदति. इत्येव वयं गतसप्ताहे दृष्टवन्तः, तदेव किञ्चित् पुनस्मरणत्वेन पठित्वा अग्रे सरेम. तर्हि महोदय अग्रे उत्तरं वदति. सत्यं भिन्न भिन्नविभागः एव, किन्तु अस्माभिः कार्यकारणभावः विभागत्वेन स्वीकृतः, अतः विभागद्वयमपि अस्मिन् अन्तर्गतं भवति. यथा कार्यसामान्यं प्रति कर्ताकारणं प्रति उच्यते, नाम कर्तृत्वेन कार्यकारणभावः, कृतिमान् कर्ता स च कर्ता, क्वचित् कुलालः, क्वचित् कुविन्दः, क्वचित् पुनः अन्य कोऽपि भवति. यतः एषु सर्वेषु कर्तृत्वं वर्तते, अतः यद्यपि कर्तारः विभिन्नाः तथापि लाघवं तिष्ठति. कर्तृत्वपुरस्कारेण एकः कार्यकारणभावः स्वीक्रियते, कार्यसामान्यं प्रति कर्ता कारणम्. अतः इदानीम् उत्तरम् अस्ति अत्र भिन्नविभागः एव इति, किन्तु अस्माभिः कार्यकारणभावः विभागत्वेन स्वीकृतः, अतः अत्र कार्यकारणभावः एव अत्र विभागत्वेन अस्ति इति. अतः विभागद्वयमपि अस्मिन् अन्तर्गतं भवति. अतः अत्र पूर्वं दृष्टवन्तः विभागद्वयमस्ति, इत्युक्ते कर्मजः विभागः, अनन्तरं विभाजः विभागः इति. तत्र द्वयमपि अत्र अन्तर्गतं भवति. यथा कार्यसामान्यं प्रति कर्ता कारणम् इत्युच्यते. अत्र वयं जानीमः यदा कार्यं भवति अत्र कर्ता एव कारणमिति, नाम कर्तृत्वेन कार्यकारणभावः. अतः अत्र कार्यं प्रति कारणम् अतः अत्र कर्तृत्वेन भवति इति, कार्यकारणभावः कर्तृत्वेन भवति. कृतिमान् कर्ता, यः करोति सः कर्ता, स च कर्ता, क्वचित् कुलालः, क्वचित् कुविन्दः, क्वचित् पुनः अन्यः कोऽपि भवति. अत्र कर्ता इत्युक्ते अत्र क्वचित् कुलालः, क्वचित् कुविन्दः, क्वचित् अन्य कोऽपि भवति इति. यतः एषु सर्वेषु कर्तृत्वं वर्तते, अतः यद्यपि कर्तारः विभिन्नाः तथापि लाघवं तिष्ठति. अत्र एतेषु सर्वेषु अपि कर्तृत्वं वर्तते इति, अतः कर्तारः विभिन्नाः अपि चेत् अत्र लाघवम् अस्ति. कर्तृत्वपुरस्कारेण एकः कार्यकारणभावः स्वीक्रियते, अतः अत्र कर्ता कः इति अत्र पृच्छति चेत् अत्र कार्यकारणभावं दृष्ट्वा एकः एव इति स्वीक्रियते, कार्यसामान्यं प्रति कर्ता कारणम्. अतः कार्यं इति सामान्यमिति स्वीकुर्मः चेत् अत्र कर्ता एव कारणमिति वयं स्वीकुर्मः. हा, इत्युक्ते कार्यम् इति सामान्यम् इति न, कार्यसामान्यम् इत्युक्ते कार्यम् इति तत्र सामान्यरूपेण, इत्युक्ते तत्र यदा तत्र कार्येण कार्यकारणभावप्रसङ्गे इदानीं कश्चन कार्यं भवति चेत् तत्र कर्ता कारणम् इति वदामः खलु, परन्तु तत्र भिन्नभिन्न कार्याणि सन्ति, प्रत्येकं कार्यं प्रति भिन्न भिन्नभिन्नकर्तारः अपि कारणं कारणानि इति वक्तुं शक्नुमः. इत्युक्ते यदा घटनिर्माणं भवति तत्र कुलालः घटनिर्माणम् इति कार्यं चेत् तत्र कुलालः इति कारणं, परन्तु पटः अस्ति चेत् तत्र कुविन्दः कारणं. कुविन्दः इत्युक्ते तन्तुवायः खलु. तत्र तर्हि कुलालः अपि च कुविन्दः इति समानः वा? तयोः मध्ये भेदः तु अस्ति. ते तु भिन्न भिन्नभिन्न पुरुषः इति वक्तुं शक्नुमः खलु. इत्युक्ते कुलालः अपि च कुविन्दः, तयोः मध्ये भेदः अस्ति इति वक्तुं शक्नुमः. इत्येव अस्ति, वक्तुं शक्नुमः इति न, इत्येव अस्ति. परन्तु यदा वयं कार्यम् इति वदामः तत्र कर्ता कारणम् इति इत्येव साधारणतया वदामः. तर्हि तस्य अर्थः एतद् नास्ति यत् एकः एव कर्ता अस्ति इति, परन्तु इति कर्ता इति कर्तृत्वभावेन एकस्य एव अङ्गीकारः इति अस्ति. अवगच्छति वा? इत्युक्ते तत्र प्रश्नः अत्र किम् इत्युक्ते, तत्र हस्तपुस्तकयोः मध्ये यः संयोगनाशः भवति तस्य कारणं हस्तपुस्तकयोः मध्ये यः विभागः सः, अपि च कायपुस्तकयोः कायपुस्तकयोः यः संयोगनाशः भवति तस्य कारणं कायपुस्तकयोः विभागः. तर्हि तत्र इदानीं विभागः तु भिन्नः खलु. तर्हि एकः एव विभागः इति, तत्र भिन्नभिन्नविभागः अस्ति. तर्हि एकः एव विभागः तत्र लाघवम् इति कथं स्वीकर्तुं शक्नुमः इति प्रश्नः इदानीम्. तस्य उत्तरत्वेन तत्र सिद्धान्ती वदति तत्र विभागः तु भिन्नः एव, परन्तु तत्र विभागत्वभावेन इति स्वीकृतम् अत्र, यथा तत्र कार्यं प्रति कर्ता कारणम् इति कर्तृत्वभावेन स्वीकृतं तथा इति. अस्तु, तर्हि अग्रे पठतु महोदय. भगिनी क्षम्यताम्, एकः प्रश्नः संयोगविषये. कारणद्वैविध्यम् अस्माभिः दृष्टं, कर्मजसंयोगः अपि च संयोगजसंयोगः इति. हस्तपुस्तकयोः मध्ये कर्मजसंयोगः भवति, अनेन संयोगेन कायपुस्तकयोः मध्ये संयोगजसंयोगः भवति इति. तत्र क्षणप्रक्रियायां विषये किमपि अस्माभिः निश्चितं वा? संयोगजसंयोगः कस्मिन् क्षणे जायते? यदा कर्मजसंयोगः जायते तस्मिन्नेव क्षणे जायते वा, नो चेत् अग्रिमक्षणे जायते वा? तत्र किमपि निश्चितं नास्ति इति मन्ये, परन्तु प्रायः अग्रिमक्षणे एव खलु. यतोहि तत्र कार्यकारणभावः स्वीकृतं चेत् तत्र पूर्वं कारणं भवेत् तदनन्तरमेव कार्यं जायते इति अस्ति खलु. तर्हि तत्र यदा हस्तपुस्तकयोः संयोगः जायते तदनन्तरमेव कायपुस्तकयोः संयोगः भवति इति मम अवगमनम्. हा, इति स्वीकुर्मश्चेत् इदानीं तत्रापि एतादृशप्रश्नः उदेति. कायपुस्तकयोः मध्ये यः संयोगः जायते तदपि क्रियया जायते इति स्वीकुर्मश्चेत् लाघवं भवति किल, द्वयोः क्रिया एव कारणम् इति. किमर्थं लाघवं भवति? एकमेव कारणं तत्रापि, क्रिया इति न, परन्तु क्रिया तु हस्ते एव भवति खलु. भवतु, तर्हि तत्र तत्रापि विभागः अपि हस्ते एव, विभागः अपि हस्ते एव भवति किल. सत्यं, तत्रापि तदेव उक्तवन्तः खलु. विभागः तु हस्तपुस्तकयोः विभागः तु क्रियया जायते, कायपुस्तकविभागः तु विभागेन इति. ओ, विभागजविभागः. हा, संयोगनाशस्य एव तथा वयं न स्वीकृतवन्तः लाघवम् इति. यतोहि विभागेन संयोगनाशः इति वदामः चेत् सर्वत्र विभागेन एव निर्वाहः. तर्हि तत्र संयोग कर्मजसंयोगनाशः संयोगनाशजसंयोगनाशः इति तत्र मास्तु, विभागेनैव विभागः एव संयोगनाशं प्रति कारणम् इति वदामः चेत् तत्र यत्र कुत्रापि यः संयोगनाशः जायते तस्य कारणं तु विभागः एव इति स्वीकर्तुं शक्नुमः इति. आम्, तत्रापि विभागजविभागः द्वितीयक्षणे एव भवति किल. प्रथमं कर्मजविभागः भवति, द्वितीयक्षणे विभागजविभागः भवति. प्रथमक्षणे क्रिया भवति, द्वितीयक्षणे कर्मज विभागः भवति, तृतीयक्षणे विभागज विभागः भवति. अहं चिन्तयामि इत्युक्ते तस्मिन् विषये किमपि अतः इदानीं किञ्चित् तस्मिन् विषये प्रश्नः उदितम्, अतः तस्मिन् विषये किञ्चित् चिन्तनं कुर्मः इति मम आशयः. सो प्रथमक्षणे क्रिया जायते, द्वितीयक्षणे क्रियाज विभागः जायते हस्तपुस्तकयोः मध्ये, तृतीयक्षणे कायपुस्तकयोः मध्ये विभागजविभागः जायते. इदानीं तस्मिन्नेव तृतीयक्षणे हस्तपुस्तकयोः मध्ये संयोगनाशः जायते किल. तदनन्तरं चतुर्थक्षणे कायपुस्तकयोः मध्ये संयोगनाशः विभागजविभागेन भवति. इति चेत् तत्र तृतीयक्षणे संयोग हस्तपुस्तकयोः मध्ये कर्मज संयोगनाशः अस्ति इति कृत्वा तदपि स्वीकर्तुं शक्यते. तत्र पूर्वक्षणे अस्ति इति कृत्वा कायपुस्तक सत्यं तत्र तदर्थमेव तत्र सिद्धान्ती किं वदति इत्युक्ते सिद्धान्ती एतत् न वदति यत् तत्र संयोगनाशः पूर्वस्मिन् क्षणे नास्ति इति कृत्वा तत्र तस्य कारणत्वं नास्ति इति सः न वदति खलु. सः किं वदति इत्युक्ते लाघवार्थम् इत्येव इत्युक्ते तत्र एकत्र कारणं भवति कर्म, अन्यत्र कारणं भवति संयोगनाशः इति स्वीकुर्मः चेत् तत्र लाघवं नास्ति, यतोहि भिन्नभिन्न कारणानि एकमेव कार्यं प्रति भिन्नभिन्नकारणम् इति आपतति. विभागः इति स्वीकुर्मः चेत् तत्र लाघवमस्ति, यतोहि एकमेव कार्यं प्रति एकमेव कारणम् इति. विभागस्य प्रसङ्गे तथा स्वीकर्तुं न शक्नुमः. तथा स्वीकर्तुं शक्नुमः चेत् तत्रापि तथैव लाघवं स्यात् इत्युक्ते एकमेव कारणमिति स्वीकुर्मः चेत्. परन्तु तादृशस्थितिः नास्ति इति कृत्वा तत्र क्रिया अपि च विभागः इति कारणद्वैविध्यं वर्तते. परन्तु संयोगनाशस्य कृते विभागः इति स्वीकर्तुं शक्नुमः इति कृत्वा यद् लाघवमस्ति तदेव स्वीकुर्मः खलु. यद्यपि तत्र विभाग द्वयमस्ति तथापि कारणत्वेन विभागः इति सामान्यरीत्या स्वीकर्तुं शक्यते, तस्मिन् लाघवमस्ति इति वदति. सत्यम्, इत्युक्ते विभागः विभागद्वयमस्ति चेदपि विभागत्वम् इति एव स्वीकार्यम् इत्युक्ते तदर्थमेव अत्र कर्ता इति उक्तवान् खलु. इत्युक्ते कार्यं प्रति कर्ता कारणम् इति वदामः चेत् कर्ता तु भिन्नभिन्नकर्ता भवितुम् अर्हति. कार्यं दृष्ट्वा एव कर्ता कः इति वक्तुं शक्नुमः. परन्तु कर्तृत्वभावेन एकः एव इति वक्तुं शक्नुमः इति एव. अस्तु भगिनि, धन्यवादः. हा, अग्रे महोदय. एवमेव गुणं प्रति द्रव्यं समवायिकारणम् इति किल उच्यते. रूपम् एकः गुणः, तस्य घटः कारणं. घटगतरूपं प्रति घटः कारणं. पटगतरूपं प्रति पटः कारणम्. एवं गुणाः अपि भिन्नाः भवन्ति, द्रव्याणि अपि भिन्नानि वर्तन्ते. परन्तु कार्यकारणभावः कथं स्वीकृतः? द्रव्यत्वेन रूपेण द्रव्यं समवायिकारणं, द्रव्यत्वेन इत्यस्मात् घटः अपि स्वीकर्तुं शक्यते, पटः अपि स्वीकर्तुं शक्यते, जलमपि स्वीकर्तुं शक्यते. यत्र कुत्रापि गुणः उत्पद्यते तत्र अधिकरणे द्रव्यत्वम् उच्यते. अस्ति एव. तर्हि द्रव्यत्व पुरस्कारेण एकः कार्यकारणभावः गुणं प्रति द्रव्यं समवायिकारणम्. अत्र यदा पूर्वं उक्तवन्तः, अत्र गुणस्य विषये अपि गुणं प्रति द्रव्यं समवायिकारणम् इति एव वयं वदामः. रूपम् एकः गुणः, तस्य घटः कारणम्. एकक्षणं, गुणं प्रति द्रव्यं समवायिकारणम् इति किमर्थं वदामः? गुणमिति कार्यम् इति स्वीकुर्मः चेत् अत्र द्रव्यं स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा गुणं जनयति इति, समवायेन गुणं जनयति इति, अतः द्रव्यं समवायिकारणं. सम्यक्. रूपम् एकः गुणः, तस्य घटः कारणम्. अतः घटे रूपम् अस्ति इति वदामः चेत् रूपं गुणः, घटः कारणं. घटगतरूपं प्रति घटः कारणम्. अतः घटे रूपमस्ति, घटः एव कारणमिति. पटगतरूपं प्रति पटः कारणम्. अत्र अन्यद्रव्यं स्वीकुर्मः पटः इति, तत्रापि रूपमस्ति, पटरूपं प्रति पटः कारणम्. एवं गुणाः अपि भिन्नाः भवन्ति, द्रव्याणि अपि भिन्नानि वर्तन्ते. एवमेव भिन्नभिन्नगुणाः सन्ति, द्रव्याणि अपि भिन्नानि सन्ति. परन्तु कार्यकारणभावः कथं स्वीकृतः? अत्र कार्यकारणभावः कथमिति, द्रव्यत्वेन रूपेण द्रव्यं समवायिकारणम्. अतः अत्र द्रव्यत्वं इति स्वीकुर्मः, अनन्तरं द्रव्यं समवायिकारणम् इति उक्त्वा अत्र रूपम् अस्ति इति. द्रव्यत्वेन इत्यस्मात् घटः अपि स्वीकर्तुं शक्यते, पटः अपि स्वीकर्तुं शक्यते, जलमपि स्वीकर्तुं शक्यते. अतः अत्र द्रव्यत्वेन इति वदामः, भिन्नभिन्न द्रव्याणि भवन्ति, घटः, पटः, जलम् इत्यादीनि. यत्र कुत्रापि यत्र यत्र द्रव्यत्वम् अस्ति तत्सर्वम् इति स्वीकर्तुं, तदेव खलु तत्र सामान्यः इति, इत्युक्ते समानानां धर्मः इति वयं पूर्वं दृष्टवन्तः. तर्हि यत्र यत्र द्रव्यत्वम् अस्ति तत्सर्वं द्रव्यम् इति कृत्वा द्रव्यं गुणस्य कारणम् इति वदामः चेत् तत्र यत्किमपि द्रव्यं भवतु तद् इति वयं स्वीकर्तुं शक्नुमः. पृथक् पृथक् वक्तव्यम् इति नास्ति. इत्युक्ते घटः कारणं घटस्य रूपं प्रति, पटः कारणं पटस्य रूपं प्रति इति भिन्नभिन्न रीत्या वक्तव्यम् इति न आवश्यकं. तद्वतेव तत्र इदानीं रूपं, रसः, गन्धः इति गुणाः अपि भिन्नाः खलु, तत्रापि तथा वक्तव्यम् इति नास्ति. इत्युक्ते यत्र यत्र गुणत्वम् अस्ति तत्सर्वम् इति, गुणत्वेन गुणस्य सङ्ग्रहणं, गुणानां सङ्ग्रहणं भवति, तद्वत् द्रव्यत्वेन द्रव्याणां सङ्ग्रहणं भवति इति कृत्वा तत्र द्रव्यं गुणस्य कारणम् इति वदामः चेत् तादृशम् अस्ति. इत्युक्ते भिन्नभिन्नद्रव्याणि सन्ति, भिन्नभिन्नगुणाः अपि सन्ति, परन्तु यत्र यत्र द्रव्यत्वं यत्र यत्र गुणत्वम् इति एव तत्र आशयः इति. यदा यदा वयं कर्तृत्वं दृष्टवन्तः पूर्वस्मिन् परिचये, अत्र अत्र इदानीम् अधिकरणे गुणः द्रव्ये अस्ति इति, अत्र द्रव्यम् अधिकरणमस्ति. अतः द्रव्यं गुणं प्रति समवायिकारणं भवति, द्रव्यत्वं स्वीकृत्य. हा इत्युक्ते द्रव्यम् अधिकरणम् अस्ति इति कृत्वा द्रव्यं गुणं प्रति समवायिकारणम् इति नास्ति खलु, तत्र किञ्चित् द्रव्ये गुणः तु अस्ति एव, परन्तु द्रव्ये गुणः अस्ति इति कृत्वा समवायिकारणम् इति नास्ति, तत्र यत्र द्रव्यं तादात्म्येन स्थित्वा समवायेन गुणः इति कार्यं जनयति तत्र एव द्रव्यं गुणस्य समवायिकारणम् इति वक्तुं शक्नुमः. अत्र इदानीं द्रव्यत्वम् इति स्वीकुर्मः, प्रत्येकं प्रत्येकं न वदनीयम्, अत्र कार्यकारणभावं स्वीकृत्य गुणं प्रति द्रव्यं समवायिकारणम् इति. सत्यम्. अस्तु, तर्हि अग्रे रामप्रिया भगिनी भवती पठति वा? आं भगिनि, अत्रापि तदा विभागः. किल भगिनि, तत्र भवत्याः चिन्तनं किम् अस्मिन् परिच्छेदे भवती अङ्गीकरोति वा? तत्र लाघवम् इति भानमस्ति इति मम मनसि चिन्तनमस्ति, किन्तु गुणस्य कारणं समवायिकारणं तु द्रव्यमेव न तु द्रव्यत्वम्. न न न, सत्यं, गुणस्य कं समवायिकारणं तु द्रव्यमेव, परन्तु द्रव्यत्वम् इत्यनेन द्रव्याणां सङ्ग्रहः भवति खलु. इत्युक्ते इदानीं घटः इति द्रव्यं, घटे रूपमस्ति, पटः इति भिन्नं द्रव्यं, तस्मिन्नपि रूपमस्ति. पटे यद्रूपमस्ति तस्य कारणं पटः इति द्रव्यं, घटे यः यद्रूपमस्ति तस्य कारणं घटः इति द्रव्यं. घटः पटः तु समानं नास्ति, तयोः मध्ये भेदः अस्ति, परन्तु यदा वयं तत्र गुणस्य कारणं द्रव्यम् इति वदामः, तत्र प्रत्येकं द्रव्यं स्वीकृत्य तत्र पुनः पुनः वक्तव्यम् इति नास्ति. द्रव्यत्वम् इति समानधर्मः सर्वेषु द्रव्येषु अस्ति इति कृत्वा यदा वयं द्रव्यं गुणस्य कारणम् इति वदामः, तत्र वस्तुतः किम् अस्ति, यत्र यत्र द्रव्यत्वम् अस्ति तत्र द्रव्यम् अस्ति इति कृत्वा तादृशद्रव्यं गुणस्य कारणम् इति वयं वक्तुं शक्नुमः. तद्वत् विभागः इति स्वीकुर्मः चेत्, इत्युक्ते तत्र प्रश्नः कः, हस्तपुस्तकयोः यः विभागः जातः सः विभागः कायपुस्तकयोः यः विभागः जातः तेन विभागेन भिन्नः इति, अथवा तस्मात् विभागात् भिन्नः इति खलु. तर्हि तत्र तत्र उभयोः विभागयोः मध्ये भेदः अस्ति, तर्हि विभागः एव संयोगनाशस्य कारणम् इति स्वीकुर्मः चेत् तर्हि तत्रापि भिन्नभिन्नविभागः अस्ति खलु, तर्हि विभागाः सन्ति खलु, तर्हि कथं वा लाघवम् इति प्रश्नः. तस्य समाधानत्वेन इदानीं सिद्धान्ती वदति, तर्हि तत्र भिन्नभिन्नविभागाः तु सन्ति एव, परन्तु विभागत्वम् इति एव तत्र कारणं भवति, वस्तुतः विभागत्वेन एव कारणस्य कारणं भवति, इत्युक्ते विभागत्वं कारणं नास्ति, विभागत्वं यस्मिन् अस्ति तत् कारणम् इति भवति, इत्युक्ते द्रव्यत्वं कारणं नास्ति गुणस्य, द्रव्यमेव कारणं, परन्तु द्रव्यत्वं यत्र अस्ति तद्द्रव्यं भवति, तादृशद्रव्यं कारणं भवति गुणस्य इति. आम् इति चेत् तत्र तदेव तत् तद् यद्भवत्या उक्तं तत् सत्यं, तद् अहम् अवगच्छामि अपि, किन्तु तत्र भानमेव अस्ति इति मम चिन्तनं. किमर्थमित्युक्ते द्रव्यत्वं यदा द्रव्यत्वं कारणं न भवितुम् अर्हति, तथापि विभागत्वं कारणं न भवितुम् अर्हति. केवलं तत्र वचन किमिति सौलभ्यम् अस्ति तावदेव, भिन्नभिन्नविभागाः एव संयोगनाशं प्रति कारणम् इति विभागः सत्यम् इत्युक्ते यत्र हा तत्तु सर्वदा तथैव खलु महोदय, इत्युक्ते भिन्नभिन्न द्रव्याणि भिन्नभिन्न गुणानां कारणं, तदपि सत्यं, यथा तत् सत्यं तथा यद् भवान् उक्तवान् तदपि सत्यम्। इत्युक्ते तत्र एकः एकमेव द्रव्यम् एकः एव गुणः इति नास्ति, तद्वत् एकः एव विभागः एकः एव संयोगनाशः इत्यपि नास्ति। परन्तु इदानीं तत्र तस्मिन् विद्यमानः धर्मः खलु, इत्युक्ते यत्किमपि द्रव्यं भवतु परन्तु तस्मिन् द्रव्यत्वम् इति समानधर्मः अस्ति इति कृत्वा तत्र सर्वत्र द्रव्यत्वम् द्रव्यम् इति वदामः चेत् तस्मिन् द्रव्यत्वम् अस्ति इति कृत्वा वयं ज्ञातुं शक्नुमः तत् द्रव्यं तद्गुणस्य कारणम् इति, तद्वत् अत्रापि विभागः इति वदति। किन्तु द्रव्यत्वं गुणस्य कारणम् इति कदापि न वक्तुं शक्नुमः। द्रव्यत्वं गुणस्य कारणं नास्ति एव, द्रव्यमेव गुणस्य कारणं, परन्तु द्रव्यत्वम् अस्मिन् वर्तते इति कृत्वा तद् द्रव्यं भवति, तादृशद्रव्यं गुणस्य कारणम् इति। हा इति चेत् द्रव्यमेव गुणस्य कारणम् इति वदामश्चेदपि तत्र लाघवम् अस्ति किल, द्रव्यत्वं द्रव्ये अस्ति, द्रव्यमेव कारणम् इति तत्र सोपानद्वयं किमर्थम्? न, द्रव्यमेव तत्र सोपानद्वयं वस्तुतः नास्ति, इत्युक्ते द्रव्यमेव गुणस्य कारणं तावदेव, तत्र वाक्यं तु एकमेव, तस्य व्याख्यानम् एवम् अस्ति यत् द्रव्यम् इति कथनेन एकमेव द्रव्यम् इति नास्ति, यत्र यत्र द्रव्यत्वम् अस्ति तत्र सर्वत्र द्रव्यम् अस्ति, तादृशद्रव्यम् इति। इत्युक्ते तत्र प्रश्नस्य इदानीम् अस्माकं प्रश्नः तथा अस्ति खलु, इत्युक्ते भिन्नभिन्नविभागाः सन्ति तर्हि एकः एव विभागः संयोगनाशं प्रति कारणम् इति कथं वक्तुं शक्नुमः इति प्रश्नः आगतः। तस्य समाधानार्थं यदा सिद्धान्ति वदति तदा तत्र उदाहरणत्वेन वदति, इत्युक्ते तत्र पूर्वं कर्ता इति उदाहरणं दृष्टवन्तः, तत्र कुलालः भिन्नः, कुविन्दः भिन्नः, प्रायः किमपि अन्यकार्यं तत्र नाटकमिति कारणकार्यं चेत् तत्र अभिनेता इति भिन्नः इति तत्सर्वं भवति खलु, तत्र भिन्नभिन्नकार्याणि प्रति तत्र भिन्नभिन्नकर्ता अस्ति अथवा कर्तारः सन्ति, परन्तु तस्मिन् तेषु सर्वेषु कर्तृत्वम् इति भावः अस्ति इति कृत्वा ते कर्तारः, तादृशकर्तारः कार्याणि अथवा कार्याणां कारणम् इति वक्तुं शक्नुमः। तद्वत् अत्रापि विभागः इति एकः एव इति न, भिन्नभिन्नविभागाः, परन्तु तेषु सर्वेषु विभागत्वम् इति अस्ति इति कृत्वा विभागः इति एकेन तत्र विभागत्वेन तत्र एकः गुच्छः भवति खलु विभागः इति वक्तुं इति एव। अस्तु भगिनि। हा रामप्रिया भगिनी। आं भगिनि, अत्रापि तथा विभागः एव खलु, विभागान्तरं भवतु नाम विभागत्वेन कारणत्वं स्वीकृतम्, अतः भिन्नविभागः अस्ति चेदपि लाघवक्षेत्रे न कोऽपि प्रभावः न कापि हानिः, घटं प्रति दण्डः कारणम्, अस्य घटस्य अन्यदण्डः तस्य घटस्य अन्यदण्डः, परन्तु अस्माभिः कार्यकारणभावः दण्डत्वपुरस्सरेण स्वीकृतः, अर्थात् दण्डत्व अवच्छिन्नं कारणम् इति स्वीक्रियते, अतः सोऽपि दण्डः दण्डत्वविशिष्टः, एषापि दण्डः दण्डत्वविशिष्टः, दण्डत्वं पुरस्कृत्य कार्यकारणभाव स्वीकारे पृथक् पृथक् दण्डः कारणं चेदपि कार्यकारणभावस्य ऐक्यं सम्पादयितुं शक्यते, घटत्व अवच्छिन्नं प्रति दण्डत्व अवच्छिन्नं कारणम्, अनेन एकविधकार्यकारणभावं वक्तुं शक्नुमः, एवमेव संयोगनाशं प्रति विभागः कारणम्। अत्रापि तथा इति प्रथमम् अस्ति, अत्रापि इत्युक्ते विभागस्य विषये अपि यदा वयं गुणद्रव्ययोः मध्ये दृष्टवन्तः तत्रापि अत्रापि तथा एव विभागान्तरं भवतु नाम विभागत्वेन कारणत्वं स्वीकृतं भिन्नभिन्न विभागः अस्ति चेत् अस्ति चेदपि विभागत्वम् इति कारणत्वं वयं स्वीकृतम् अतः भिन्नविभागः अस्ति चेदपि लाघवक्षेत्रे न कोऽपि प्रभावः न कापि हानिः यदा भिन्नभिन्नविभागः अस्ति चेदपि वयं विभागत्वम् इति कारणत्वं स्वीकृतवन्तः अतः लाघवमेव अस्ति न कापि हानिः अस्ति इति घटं प्रति दण्डः कारणं घटं प्रति दण्डः कारणम् अस्य घटस्य अन्यदण्डः तस्य घटस्य अन्यदण्डः यदा घटद्वयम् अस्ति चेत् प्रथमघटस्य एकः दण्डः इत्युक्ते द्वितीयघटस्य अन्यदण्डः कारणं भिन्नभिन्नदण्डः दण्डौ कारणम् कारणौ परन्तु अस्माभिः करणे कारणे परन्तु अस्माभिः कार्यकारणभावः दण्डत्वपुरस्सरेण स्वीकृतः अर्थात् दण्डत्व अवच्छिन्नं कारणम् इति स्वीक्रियते परन्तु यदा दण्डौ कारणे चेदपि वयं कार्यकारण भावविषये दण्डत्वपुरस्सरेण इत्युक्ते दण्डत्व अवच्छिन्नं दण्डत्वम् इति अवच्छिन्नं कारणं समवायिकारणम् इति वयं स्वीकृतवन्तः यदा गुणत्वविषये दृष्टवन् द्रव्यत्वम् इति दृष्टवन्तः तादृशम् एव अत्र दण्डत्वं दण्डत्व अवच्छिन्नं कारणम् इति स्वीकृतवन्तः अतः सोऽपि दण्डः दण्डत्वविशिष्टः एषः अपि दण्डः दण्डत्वविशिष्टः अतः प्रथम दण्डः अपि दण्डत्व विशिष्टः द्वितीयम् अपि दण्डः दण्डत्वविशिष्टः दण्डत्वं पुरस्कृत्य कार्यकारणभावस्वीकारे पृथक् पृथक् दण्डः कारणं चेदपि कार्यकारणभावस्य ऐक्यं सम्पादयितुं शक्यते यदा वयं दण्डत्व अवच्छिन्नं इति वदामः चेदपि कार्यकारणभावस्थले तदापि पृथक् पृथक् दण्डः एव कारणं परन्तु कार्यकारणभावस्थले वयम् ऐक्यम् इत्युक्ते दण्डत्वम् इति ऐक्यं सम्पादयितुं शक्नुमः तत्र तथापि इति वस्तुतः नास्ति खलु इत्युक्ते दण्डत्वं पुरस्कृत्य इत्युक्ते दण्डत्वं स्वीकृत्य कार्यकारणभाव स्वीकुर्मः चेत् तत्र यद्यपि पृथक् पृथक् दण्डः कारणं भवति पृथक् पृथक् घटं प्रति तत्र दण्डत्वम् इत्यनेन ऐक्यं भवति यद्यपि गण्ड घटत्व अवच्छिन्नं प्रति दण्डत्व अवच्छिन्नं कारणं यदा वयं दृष्टवन्तः इदानीं घटत्व अवच्छिन्नं प्रति दण्डत्व अवच्छिन्नं कारणं यदा घटं प्रति दण्डः कारणं घटत्व अवच्छिन्नं प्रति दण्डत्व अवच्छिन्नं कारणम् अनेन एकविधकार्यकारणभावं वक्तुं शक्नुमः यदा वयं घटत्व अवच्छिन्नं प्रति दण्डत्व अवच्छिन्नं कारणम् इति वदामः चेत् अनेन वयं एकविध यदा पृथक् पृथक् भिन्नभिन्न इति वदनेन लाघवं नास्ति इदानीम् एकविधकार्यकारणभावं वक्तुं शक्नुमः एवमेव संयोगनाशं प्रति विभागः कारणम् अत्रापि भिन्नभिन्नविभागः नास्ति भिन्नभिन्नविभागः अपेक्षया इति वक्तुं शक्नुमः किल एकः एव विभागः विभागत्वम् इति स्वीकुर्मः चेत् संयोगनाशं प्रति विभागः कारणम्। तत्र अन्तिमभागः किञ्चित् पुनः एकवारं वदतु भगिनि, तत्र प्रायः भवती तत्र भवत्याः स्पष्टता तु अस्ति एव, परन्तु मम किञ्चित् कुत्र भगिनि तत्र अन्तिमभागः यद्भवती उक्तवती, हा हा सत्यम्। एवमेव संयोगनाशं प्रति विभागः कारणं। यदा वयं भिन्नभिन्नविभागः संयोगनाशं प्रति कारणम् इति तद् न वदामः, परन्तु एकमेव विभागत्वम् इति स्वीकृत्य कार्यकारणभावः वक्तुं शक्नुमः इति। हा इत्युक्ते यदा तत्र गण्डत्व अवच्छिन्नं प्रति क्षम्यतां घटत्व अवच्छिन्नं प्रति दण्डत्व अवच्छिन्नं कारणम् इत्युक्ते घटं प्रति दण्डः कारणम् इत्युक्ते तत्र भिन्नभिन्न घटाः सन्ति, तेषां प्रति भिन्नभिन्नदण्डाः कारणं कारणानि इति तु अस्ति एव, परन्तु घटत्वेन यत्र यत्र कार्यम् अवच्छिन्नं भवति तत्र तत्र दण्डत्वेन यदवच्छिन्नं भवति तत् कारणम् इति वयं वक्तुं शक्नुमः। तद्वत् अत्रापि भिन्नभिन्नसंयोगनाशाः तु सन्ति एव विश्वे, तत्र तत्र भिन्नभिन्नविभागाः अपि सन्ति एव, परन्तु यत्र यत्र संयोगनाशत्वम् इत्यनेन अवच्छिन्नं कर्तुं शक्नुमः तत्र तत्र विभागत्वम् इत्यनेन यदवच्छिन्नं भवति तत् कारणम् इति वयं वक्तुं शक्नुमः इत्येव तत्र सारांशः। अत्र पश्यतु भगिनी, घटत्वावच्छिन्नं प्रति दण्डत्वावच्छिन्नं कारणम् इति एकनिमिषम्, घटत्वावच्छिन्नं प्रति दण्डत्वावच्छिन्नं कारणं, तत्र घटत्वम् अपि च दण्डत्वम् इति धर्मं स्वीकृत्य सामान्यरूपेण एतद्वाक्यं निर्मितम्। एवमेव संयोगनाशत्व अवच्छिन्नं प्रति विभागत्व अवच्छिन्नं कारणम् इति वक्तुं शक्यते किल? सत्यं। हा इदानीं ततः किञ्चित् अधः गत्वा न्यूनवृत्तिधर्मं स्वीकुर्मः, कर्मजसंयोगनाशत्वावच्छिन्नं प्रति न एकक्षणं, कर्मजसंयोगनाशत्वम् इति कथम् आगतम्? तत्र द्वैविध्यम् अस्ति किल संयोगस्य, संयोगनाशस्य द्वैविध्यं नास्ति इत्येव एतावत्पर्यन्तं वयम् उक्तवन्तः खलु, तत्रैव लाघवं, तदर्थमेव तत्र संयोगनाशस्य तत्र कारणस्य द्वैविध्यं नास्ति, किन्तु कार्यं संयोगनाश तदेव मया तत्र क्षणप्रक्रियायाम् उक्तं किल? न क्षणप्रक्रियायां यद्यपि भवान् उक्तवान् तत्र क्षणप्रक्रियायामपि तत्र किं वयम् उक्तवन्तः इत्युक्ते तत्र विभागः इत्युक्ते तत्र अस्तु पूर्वक्षणे तत्र संयोगनाशः तु अभवत्, तस्य पूर्वं तु क्रिया अपि अभवत्, परन्तु क्रियया जायते संयोगनाशः, तेन संयोगनाशेन नूतनसंयोगनाशः अभवत् इति वयं न स्वीकृतवन्तः खलु, तर्हि तत्र संयोगनाशः तु एकः एव यत्र कुत्रापि भवतु, तस्य कारणं तु विभागः एव, विभागस्य एव द्वैविध्यम् अस्ति, कर्मजविभागः अपि च विभागजविभागः इति। इत्युक्ते तत्र कर्मजसंयोगनाशः इति वदामः चेत् तत्र किं भवति, कर्मेण जायते संयोगनाशः इति, जायते इत्युक्ते किं कारणम् इति एव खलु। आम् सत्यम्, इत्युक्ते कर्मजसंयोगनाशः इति न वक्तुं शक्यते एव, प्रायः विभागज विभागज संयोगनाशः एव, किन्तु तदनन्तरमपि एकनिमिषं, हस्तपुस्तकयोः मध्ये यत् संयोगनाशः भवति तत् विभागजसंयोगनाशः. इदानीं कायपुस्तकयोः मध्ये यत् संयोगनाशः भवति तदपि विभागजसंयोगनाशः एव. यद्यपि तस्य कारणं तु विभागजविभागः इत्यपि तदपि विभागजसंयोगनाशः एव. इत्युक्ते तत्र इदानीं लाघवं कथम् इति अवगतम्. अस्तु. इत्युक्ते तत्र यद्यपि तत्र विभागः येन केनापि मार्गेण भवतु, परन्तु संयोगनाशस्य तु मार्गः एकः एव, इत्युक्ते विभागेन जायते इत्येव इत्यत्र लाघवमस्ति. प्रायः एतादृशं वक्तुं शक्नुमः, विभागज संयोग विभागजसंयोगत्व अवच्छिन्नं प्रति कर्मज विभागत्वम् अपि च विभागज विभागत्वं द्वयमपि कारणं भवति. कर्मज विभागत्व अवच्छिन्नं अथवा विभागज विभागत्व अवच्छिन्नं कारणं भवति. कारणं भवति. आम्, कर्मज विभागत्व अवच्छिन्नं अपि च कर्म विभागज विभागत्व अवच्छिन्नं कारणं भवति. किन्तु अनयोः मध्ये विभागत्वम् इति सामान्यम् इति कृत्वा तत्र विभागत्वमेव स्वीकुर्मश्चेत् तत्र लाघवं भवति इति. सत्यम्. अस्तु, इदानीम् अवगतम्. अस्तु, सम्यक्. तर्हि पुष्पाभगिनी भवती अग्रे पठति वा? इदानीं सम्पर्कः आयाति, तथैव द्रष्टुं कुत्र अस्ति न जानामि. हा अस्तु, अत्र करपत्रम् अस्ति खलु पुरतः. हा, अत्र अधोभागे इत्युक्ते अन्तिमप्रश्नः, अस्तु बुद्धं समीचीनम् इत्यस्मात्. अस्तु बुद्धम् प्रश्नं किन्तु वयं अस्तु तर्हि एतादृशः अपि मार्गः न. अन्तिमप्रश्नः भगिनि, अन्तिमप्रश्नः किन्तु अयं कार्यकार नाम दण्डदै न अन्तिमप्रश्नः तत्र सर्वोदौ अधोभागं गच्छतु. तत्र अस्तु बुद्धं समीचीनमस्ति प्राप्तं वा? अधस्तः तृतीयपरिच्छेदः, अन्ततो गत्वा यत् परिच्छेदः अस्ति तस्य पूर्वं यत् परिच्छेदः अस्ति तस्य पूर्वं प्रश्नः इति. अस्तु बुद्धं समीचीनम्. अस्तु महोदय, भवानेव पठतु. अस्तु प्रश्नः न भगिनी, इदानीं किञ्चित् शृणोतु अपि च तत्र महोदय भवान् पठतु प्रश्नः. अस्तु बुद्धं समीचीनं, किन्तु अत्र एका महती समस्या दृश्यते. तस्य आधारेण अस्माकं कः अधिकारः भवति वक्तुं यत् विभागः एकस्मिन् काले भवति संयोगनाशः च अपरस्मिन् काले, कालभेदेन लाघवं नष्टम् इति. संयोगनाशस्य अनेन एक एव कार्यकारणभावः इति भवतु नाम विभागः एकस्मिन् काले संयोगनाशः तस्मात् भिन्नकाले इति अनुभवविरुद्धः लोकव्यवहारविरुद्धश्च इति पूर्वपक्षी इदानीं प्रश्नं पृच्छति. पूर्वस्मिन् परिच्छेदे यदुक्तं तत् समीचीनं इति स्वीकुर्मश्चेदपि तत्र महती समस्या इदानीमपि दृश्यते. किं तत् का तत् समस्या, सा समस्या इति चेत् कस्य आधारेण अस्माकं कः अधिकारः भवति वक्तुं यत् विभागः एकस्मिन् काले भवति, संयोगनाशः च अपरस्मिन् इति प्रश्नः तत्र तिष्ठत्येव. विभागः विभागस्य कारणत्वं वयं स्वीकुर्मश्चेत् संयोगनाशं प्रति विभागः पूर्वक्षणे भवेत्, तद् अनन्तरक्षणे एव संयोगनाशः भवितुम् अर्हति. किन्तु विभागः पूर्वक्षणे अभवत्, तदनन्तरक्षणे एव संयोगनाशः भवति इति केन आधारेण वयं वक्तुं शक्यते इति पृच्छति. कालभेदेन लाघवं नष्टम् इति अपि सः वदति. विभागः विभागस्य कारणत्वं संयोगनाशं प्रति वदामश्चेत् तत्र विभागः पूर्वक्षणे एव भवेत्, संयोगनाशः अग्रिमक्षणे एव भवेत् इति कृत्वा तत्र क्षणद्वयं स्वीकृतं भवति इति कृत्वा तत्र लाघवं नास्ति इत्यपि अस्ति इति पूर्वपक्षी वदति. संयोगनाशस्य अनेन एक एव कार्यकारणभावः इति भवतु नाम, संयोगनाशस्य अनेन एक एव कार्यकारणभावः इति भवतु नाम, विभागः एकस्मिन् काले, संयोगनाशः तस्मात् भिन्नकाले इति अनुभवविरुद्धः, लोकव्यवहारविरुद्धश्च इति तत्र प्रथमप्रश्नमेव पुनः अत्र दास्यति इति भाति. तत्र यदा यस्मिन् क्षणे संयोग विभागः जायते तस्मिन्नेव क्षणे संयोगनाशः अपि जायते इत्येव अनुभव सिद्धमस्ति. विभागः पूर्वक्षणे भवति, अनन्तरक्षणे एव संयोगनाशः भवति इति वदामश्चेत् तत् अनुभवविरुद्धः, लोकव्यवहारविरुद्धश्च, अतः तादृशं न वक्तव्यम्. इदानीं तस्मिन् महती समस्या अस्ति एव इति पूर्वपक्षी वदति. तदेव भगिनि किल? सत्यं. तस्य उत्तरं सिद्धान्ती वदति. उत्तरं तथा न चिन्तनीयं. कार्यस्य पूर्वस्मिन् क्षणे उपस्थितिं विना कथं वा कार्यम् उत्पद्येत? संयोगनाशं प्रति विभागः कारणत्वेन अङ्गीकृतः इत्युक्तौ अग्रिमक्षणे एव संयोगनाशः प्रतिपादयितुं शक्यः. क्षणानाम् अत्यन्तं लघुत्वात् अत्यन्तं सूक्ष्मत्वात् क्षणभेदः अङ्गीकर्तुं शक्यते. एवमेव उत्पन्नं द्रव्यं क्षणम् अगुणम् अक्रिया च तिष्ठति. एवमेव उत्पन्नं द्रव्यं क्षणम् अगुणम् अक्रिया च तिष्ठति. उत्पत्तिक्षणे द्रव्ये कोऽपि गुणः कोऽपि क्रियावा न भवति. द्वितीयक्षणे एव द्रव्ये रूपं गन्धः स्पर्शः इत्यादयः गुणाः उत्पद्यन्ते. किमर्थं तादृशनियमः अङ्गीकृतः? पूर्वक्षणे कारणं नास्ति चेत् कथं वा रूपम् इत्यादयः गुणाः उत्पद्येरन्? घटः उत्पद्यते, अग्रिमक्षणे समवायीकारणीभूतघटः अस्ति इत्यतः तत्र रूपादिकम् उत्पद्यते. तादृशम् अङ्गीक्रियते चेत् अत्रापि क्षणात्मकविलम्बः अङ्गीकर्तुं शक्यः इति तस्य उत्तरं, प्रश्नस्य उत्तरं ददाति. प्रश्नः किम् इति चेत् तत्र विभागः एव संयोगनाशस्य कारणम् इति स्वीकुर्मश्चेत् तत्र न्यूनातिन्यूनं क्षणद्वयं भवति इति कृत्वा तत्र कालदृष्ट्या लाघवं नास्ति इति भवति किल इति पूर्वपक्षी पृच्छति. उत्तरत्वेन सिद्धान्ती वद्यति यद्यपि तत् सत्यमेव किन्तु तथा न चिन्तनीयम् इति. किमर्थं तथा चिन्तनीयं तथा एव चिन्तनीयं किल? कालभेदः वर्तते एव, तत्र क्षणद्वयं वर्तते एव, किन्तु कार्य तथा तत् पुनः आगच्छामि भगिनि, तत्र मम अभिप्रायभेदः अस्ति तथा न चिन्तनीयम् इति. हा महोदय, प्रथमं यदत्र अस्ति तत् प्रतिपादयतु, तदनन्तरं तेन सर्वेषाम् अवगमनं कृतं भवतु. आम्, कार्यस्य पूर्वस्मिन् क्षणे उपस्थितिं विना कथं वा कार्यम् उत्पद्येत इति वयम् अङ्गीकृतवन्तः एव. तत्र निकषाः, त्रयनिकषाः कार्याधिकरणे भवेत्, सर्वदा भवेत्, अपि च कार्यस्य पूर्वक्षणे कारणं भवेत्, नो चेत् कार्यं कथं वा उत्पद्येत. अतः कार्यस्य पूर्वस्मिन् क्षणे कारणं भवेत् इति वयम् अङ्गीकृतवन्तः. संयोगनाशं प्रति विभागः कारणत्वेन अङ्गीकृतः. तत् किमर्थं तादृशम् अङ्गीकर्तव्यम् इति वयं पठितवन्तः. अनेन तर्केण वयं स्वीकृतवन्तः अपि संयोगनाशं प्रति विभागः कारणम् इति. इति स्थितौ अग्रिमक्षणे एव संयोगनाशः प्रतिपादयितुं शक्यः, इत्युक्ते कारणं पूर्वक्षणे भवेत् इति कृत्वा, अपि च विभागः संयोगनाशं प्रति कारणम् इति वयं स्वीकृतवन्तः इति कृत्वा, विभागः पूर्वक्षणे भवेत्, संयोगनाशः अग्रिमक्षणे एव भवितुम् अर्हति. क्षणानां इति अस्ति, तदेव वस्तुस्थितिः. विभागः पूर्वक्षणे भवति चेद् भवेत्, तस्य अग्रिमक्षणे एव संयोगनाशः भवति. किन्तु क्षणानाम् अत्यन्तं लघुत्वात् अत्यन्तं सूक्ष्मत्वात् क्षणभेदः अङ्गीकर्तुं शक्यते. क्षणभेदः अस्ति इति अङ्गीकार्यम् एव, किन्तु क्षणानाम् अत्यन्तलघुत्वम् अस्ति, सूक्ष्मत्वम् अस्ति इति कृत्वा तत्र समस्या किमपि न भवति. अनुभव विरोधः अस्ति इति न वक्तुं शक्यते. कथमिति तस्य प्रतिपादनमपि अग्रे दत्तमस्ति. एवमेव उत्पन्नं द्रव्यं क्षणम् अगुणम् अक्रिया च तिष्ठति. तत्र कपालद्वयसंयोगेन घटः उत्पद्यते चेत् तत्र नूतन द्रव्यः घटः उत्पन्नम् अस्ति, अपि च तस्मिन् घटे गुणाः आगन्तव्यं चेत् समवायीकारणत्वेन घटः गुणानाम् आगमनात् पूर्वं भवेत् इति चेत् एकक्षणम् उत्पन्नक्षणे द्रव्यं घटः अगुणम् अक्रिया च तिष्ठति, निर्गुणं तिष्ठति घटः इति वयम् अङ्गीकृतवन्तः एव. उत्पत्तिक्षणे द्रव्ये कोऽपि गुणः कापि क्रिया वा न भवति, तत् निष्क्रिय निर्गुणं तिष्ठति द्रव्यम्. द्वितीये क्षणे एव द्रव्ये रूपं गन्धः स्पर्शः इत्यादयः गुणाः उत्पद्यन्ते. उत्पद्यन्ते इति अस्ति, अपि च उत्पत्ति उत्पत्ति भवितुम् अर्हति. किमर्थम् इत्युक्ते तत्र द्रव्यः द्रव्यं भवेत् पूर्वक्षणे, तदेव गुणानां समवायीकारणम् इति कृत्वा पूर्वक्षणे द्रव्यं न भवति चेत् तत्र अग्रिम तत्र गुणाः न भवि न जातुं शक्यते इति कृत्वा पूर्वक्षणे निर्गुणं द्रव्यं तिष्ठेतेव. किमर्थं तादृशनियमः अङ्गीकृतः? पूर्वक्षणे कारणं नास्ति चेत् कथं वा रूपम् इत्यादयः गुणाः उत्पद्येरन्? आम्, तत्र पूर्वक्षणे कारणं भवति चेदेव अग्रिमक्षणे कार्यं भवितुम् अर्हति. पूर्वक्षणे द्रव्यं भवति चेदेव अग्रिमक्षणे तस्मिन् गुणाः आगन्तुं शक्यते इति कृत्वा पूर्वक्षणे द्रव्यं निर्गुणं निष्क्रियं तिष्ठेत् इति अङ्गीकर्तव्यम् एव. घटः उत्पद्यते, अग्रिमक्षणे समवायीकारणभूतघटः अस्ति इत्यतः तत्र रूपादिकम् उत्पद्यते. इत्यतः इत्युक्ते इति कारणेन पूर्वक्षणे घटः समवायीकारणत्वेन भवति चेदेव अग्रिमक्षणे तस्मिन् क्रिया वा गुणाः वा तस्मिन् उत्पत्तिं भवितुम् अर्हति इति कृत्वा तत्र पूर्वक्षणे घटं घटस्य उत्पत्तिः अभवत् इति स्वीकार्यम् एव. तादृशम् अङ्गीक्रियते चेत् तत् वयम् अङ्गीकुर्मः एव. तत्र पूर्वक्षणे घटः घटस्य उत्पादनम् अभवत्, तस्य अग्रिमक्षणे एव तस्मिन् रूपादयः रूपादिगुणाः आगतम् इति वयम् अङ्गीकृतमेव. तथा एव अत्रापि क्षणात्मकविलम्बः अङ्गीकर्तुं शक्यः. तत्र अत्रापि इत्युक्ते विभाग संयोगनाशयोः मध्ये कारणकार्यभावः तादृशमेव. यद्यपि तत्र न्यूनातिन्यूनं क्षणद्वयं स्वीकार्यमेव, तथापि क्षणानाम् अत्यन्तलघुत्वात् सूक्ष्मत्वात् तत्र अनुभवविरोधः नास्ति इति स्वीकर्तुं शक्यते इति आगच्छति. अस्तु, सम्यक् महोदय. तत्र सर्वेषाम् अवगमनं जातं वा अत्र किम् अस्ति इति? प्रश्नः अस्ति. सुनील् महोदय, भवान् एकवारं वक्तुं शक्नोति वा तत्र किम् अस्ति इति? अहं संक्षेपरूपेण हा हा हा वदतु महोदय. संक्षेपरूपेण वक्तुं प्रयत्नं करोमि. अत्र इदानीं प्रश्नः अस्ति अत्र कालविषये कथं स्वीकुर्मः इत्युक्ते अत्र विभागः प्रथमः, अनन्तरं संयोगनाशः इति कालविषये कथं स्वीकरणीयम् इति प्रश्नः. अतः अत्र उत्तरमस्ति कालविषये कथं स्वीकरणम् इति प्रश्नः इत्युक्ते किं? तत्र किमर्थं तादृशप्रश्नः आगच्छति? आम्, इत्युक्ते वयम् इदानीं वदामः विभागः प्रथमं भवति, अनन्तरं संयोगनाशः इति. अतः अत्र लाघवं कथं स्वीकरणीयम् इति प्रश्नः. विभागः एकस्मिन् काले भवति, अनन्तरं संयोगनाशः इति भिन्नकाले इति अनुभवविरुद्धः अपि अस्ति. न, तत्र लाघवस्य प्रसङ्गः वस्तुतः नास्ति खलु महोदय, यतोहि तत्र लाघवम् इति वयं स्वीकृतवन्तः. तत्र इत्युक्ते तत्र कार्यकारणभावेन लाघवं स्वीकृतवन्तः. अत्र नूतनप्रश्नः किम् इत्युक्ते तत्र कालभेदः अस्ति, तेन लाघवस्य नष्टः न भवति वा इति. यतोहि तत्र अस्माकम् अनुभवः यदस्ति तत्र इदानीं हस्तपुस्तकयोः संयोगः अस्ति चेत् तत्र प्रथमक्षणे विभागः द्वितीयक्षणे संयोगनाशः इति अस्माकम् आनुभविकं ज्ञानं नास्ति खलु. इत्युक्ते संयोगनाशः विभागः संयोगनाशं प्रति कारणं भवति इति वदामः चेत् तत्र किम् इत्युक्ते तत्र कारणं विभागः कारणं संयोगनाशः कार्यम् इति. विभागः कारणं संयोगनाशः कार्यम् इति चेत् कारणं कार्यस्य पूर्वक्षणे भवतु इति खलु. तर्हि प्रथमं विभागः जायते, तदनन्तरं तस्य अग्रिमक्षणे संयोगनाशः भवति इति अस्ति चेत् तत्र तयोः मध्ये कालभेदः अस्ति. इत्युक्ते प्रथमक्षणे विभागः, द्वितीयक्षणे संयोगनाशः इति. वस्तुतः प्रथमक्षणे क्रिया, द्वितीयक्षणे विभागः, तृतीयक्षणे संयोगनाशः इति. तर्हि विभागसंयोगनाशयोः मध्ये कालभेदः अस्ति, परन्तु तादृशं तु अस्माकम् आनुभविकं नास्ति. इत्युक्ते अनुभवे तथा वयं न पश्यामः वस्तुतः. तर्हि इदानीं कालभेदः स्वीकुर्मः चेत् तेन यद् लाघवम् आसीत् तत्तु तस्य नष्टः तु जातः. इत्युक्ते यद्वयं लाघवम् इति स्वीकृतवन्तः तत्तु अनुभवविरोधः अस्ति खलु इति प्रश्नः इदानीम्. अतः अत्र उत्तरमस्ति तदेव, अत्र कार्यस्य पूर्वस्मिन् क्षणे एव कारणं भवितव्यम् इति वयं जानीमः. तत्रापि तदेव स्वीकरणीयम्. अतः अत्र विभागः प्रथमं भवति, यतः संयोगनाशस्य कारणं भवति विभागः. अतः अत्र कारणं कार्यस्य पूर्वमेव अत्र भवति इति वयं अङ्गीकर्तुं शक्नुमः. एवमेव अत्र रूपमपि द्रव्ये द्वितीयक्षणे भवति. अतः एकक्षणं, तत्र एवमेव इति नास्ति खलु, वस्तुतः विपरीतमस्ति. इत्युक्ते तत्र विभागः पूर्वस्मिन् क्षणे जायते इत्यत्र प्रश्नः तु अस्ति. इत्युक्ते विभागः कथं पूर्वस्मिन् क्षणे भवति संयोगनाशस्य इति प्रश्नः. तत्र यदा उत्तरं ददाति सिद्धान्ती तदा तत्र द्रव्यस्य उदाहरणत्वेन तत्र समाधानं वदति खलु. इति कृत्वा तत्र भवान् तु भिन्नरीत्या उक्तवान्, इत्युक्ते विभागः अस्ति एवमेव द्रव्ये अपि इति. तथा नास्ति, वस्तुतः सिद्धान्ती वदति तत्र क्षणम् इति बहु सूक्ष्मविषयः इति कृत्वा तत्र वयं द्रष्टुं न शक्नुमः. इत्युक्ते तत्र अत्यन्तलघुत्वम् अस्ति, अत्यन्तसूक्ष्मत्वम् अस्ति इति कृत्वा तादृशम् अङ्गीकर्तुं शक्नुमः यथा वयं द्रव्यगुणस्य प्रसङ्गे कृतवन्तः तद्वत् इति. तदस्ति उदाहरणं, विभागः विभागे अस्ति इति कृत्वा द्रव्यं एकक्षणं यावत् निर्गुणं निष्क्रिया तिष्ठति इति नास्ति वस्तुतः. अवगच्छति वा तत्र? इदानीं अत्र विभागस्थले विभागसंयोगनाशयोः मध्ये अत्र क्षणकालः अस्ति, अतः अत्र सूक्ष्मभेदः अस्ति. सूक्ष्मभेदः न, क्षम्यतां, तत्र प्रायः भवान् सम्यक् न अवगतवान् इति भाति मम. इत्युक्ते प्रायः अवगतवान् न जानामि, परन्तु मम तथा भाति. इत्युक्ते तत्र सूक्ष्मभेदः इति न, इत्युक्ते तत्र क्षणम् इति अतिसूक्ष्म समयः इति कृत्वा तथा वयं वक्तुं शक्नुमः. तत्र उदाहरणत्वेन द्रव्यस्य विषये तत्र सिद्धान्ती वदति, इत्युक्ते यदा द्रव्यम् इत्युक्ते घटनिर्माणं भवति, तत्र वयं किम् उक्तवन्तः, घटः निर्माणस्य अनन्तरं एकक्षणं निर्गुणं तिष्ठति इति. इत्युक्ते तस्मिन् रूपमिति गुणः तस्मिन् नास्ति इति. परन्तु तत्तु अस्माकम् आनुभविकम् अस्ति वा, इत्युक्ते यदा यस्मिन् समये घटस्य उत्पादनम् अभवत् तस्मिन् समये एव वयं तस्मिन् रूपमपि पश्येम खलु, इत्युक्ते एकक्षणं तत् किमपि रूपं विना तिष्ठति इति अस्माकम् आनुभविकज्ञानं नास्ति वस्तुतः. परन्तु तथा वयं स्वीकृतवन्तः यतोहि तत्र घटं समवायीकारणं, घटः करसमवायीकारणं रूपं प्रति तस्मिन् विद्यमानः गुणः इति कृत्वा क्षणं यावत् तथा तिष्ठति यद्वयं यद्वयं न द्रष्टुं शक्नुमः यतोहि क्षणमिति अति लघु अस्ति इति कृत्वा. तद्वत् अत्रापि प्रथमं विभागः भवति, तस्य अनन्तरं संयोगनाशः जायते, परन्तु क्षणस्य अति लघुत्वात् अथवा सूक्ष्मत्वात् तद्वयं अनुभवे अस्माकं तथा अनुभवः नास्ति अस्माकं, परन्तु तथैव भवति इति अत्र सिद्धान्ती वदति. अत्र क्षणानाम् अत्यन्तं लघुत्वात् अत्यन्तं सूक्ष्मत्वात् क्षणभेदः अङ्गीकर्तुं शक्यते इति अस्ति, अतः तदेव अहं. हा हा, क्षणभेदः इत्युक्ते तत्र क्षणभेदः इत्युक्ते तत्र एकक्षणभेदः अस्ति खलु संयोगनाशः अपि च विभागयोः मध्ये, इत्युक्ते विभागः प्रथमक्षणे, द्वितीयक्षणे संयोगनाशः इति तयोः मध्ये क्षणभेदः अस्ति खलु. समानक्षणे द्वयोः अपि उत्पन्नं न भवति इति तयोः मध्ये क्षणभेदः अस्ति. तादृशक्षणभेदः वयम् अङ्गीकर्तुं शक्नुमः यतोहि क्षणं इति अति लघु अस्ति इति कृत्वा. अत्र लघुत्वं स्वीकुर्मः, अतः एकस्मिन् समये भवति इति अस्माकं लोकव्यवहारे भवति. तथा न, इत्युक्ते लघुत्वम् इत्युक्ते अत्र क्षणस्य लघुत्वात् एकस्मिन् समये भवति इति दृश्यते, परन्तु तथा नास्ति. लघुत्वं स्वीकुर्मः इति न, क्षणस्य लघुत्वम् अस्ति एव. अवगच्छति वा? अहम् अवगच्छामि, परन्तु यदा वदामि किञ्चित् अहम् अवगच्छामि तत्. अस्तु, न चिन्ता नास्ति महोदय, तत्र अवगच्छति चेत् सम्यक् तावदेव. अस्तु, पुष्पा भगिनी, भवती इदानीं प्राप्तवती वा करपत्रम् अपि च कुत्र स्मः इति? प्रश्नः न बुद्धं, कः विलम्बः? न भगिनी, तत्र करपत्रे कुत्र स्मः वयम् इदानीम् इति प्राप्तवती वा इति मम प्रश्नः. एवं सति द्वितीयक्षणे नाशः कुतः न भवति यदि तत् न करपत्रे तत्र अन्तिमपरिच्छेदः. हा, तत्र तत्तु किन्तु क्वचित् कार्यकारणयोः समानि अस्ति. न भगिनि, एकक्षणं, कस्मिन् करपत्रे विभागसंयोगनाशयोः कार्यकारणभावः इति करपत्रम् एव पश्यति खलु इदानीं. कार्यकारणभावः, विभागसंयोगनाशयोः कार्यकारणभावः इति करपत्रं सत्यं. अत्र अन्तिमपरिच्छेदं पश्यतु, न अङ्गीक्रियते चेत्. अन्तिम करपत्रस्य अन्तिमपरिच्छेदः इत्युक्ते तस्य अनन्तरं स्वरूप इति महोदयस्य नाम एव अस्ति. पश्यति वा? अस्तु अस्तु, यः अन्तिम. ओके ओके, नाङ्गीक्रियते चेत्. हा सत्यम्. एकक्षणम् एकक्षणं भगिनि, तत्र शुकनमहोदय भवतः किमपि चिन्तनम् अथवा प्रश्नः आसीत् वा यत्? नो, तत्र प्रायः उत्तरं तत् पूर्वस्मिन् परिच्छेदे तथा न चिन्तनीयम् इति लिखितमस्ति किल. तत्र प्रायः सत्यम् इति लिखामश्चेत् तत्र किमपि क्लेशः मनसि न भवति इति अहं चिन्तयामि. तथा न चिन्तनीयम् इत्युक्ते कालभेदेन लाघवं कालभेदः अस्ति एव, तदेव वस्तुस्थितिः, किन्तु लाघवं नष्टम् इति न चिन्तनीयम्. न, तदपि न, तत्र तदपि स्यात्, परन्तु एतदपि खलु तत्र अन्तिमवाक्यं किम् अनुभवविरुद्धः अपि नास्ति इति. तदेव, तथा न चिन्तनीयम् इत्युक्ते तत्र एकस्मिन् काले संयोगनाशः तस्मात् क्षम्यतां विभागः एकस्मिन् काले संयोगनाशः तस्मात् भिन्नकाले इति अनुभवविरोधः इति न चिन्तनीयम्. आम्, किन्तु प्रश्नः किमिति चेत् तत्र प्रायः आरम्भे सत्यं तत्र क्षणद्वयं स्वीक्रियते एव इति उक्त्वा अग्रे गच्छति चेत् प्रायः मनसि क्लेशः न भवेत् इति मम चिन्तनं. प्रश्नः नास्ति किमपि, तथा न चिन्तनीयम् इत्युक्ते कोऽपि चिन्तयति तत्र कालभेदः एव नास्ति इति तस्य तस्य निरसनं करोति इति चिन्तयितुं शक्यते इति कृत्वा. हा हा हा, तत्र प्रायः शैली तावदेव. आमां, कालभेदः निश्चयेन अस्ति. हा अस्तु, तर्हि पुष्पा भगिनी भवती अग्रे पठति वा? पठामि. नाङ्गीक्रियते चेत् कारणसह भावेन कार्यम् उत्पद्यते. इत्युक्ते प्रथमक्षणे यदा घटः उत्पद्यते तस्मिन् एव क्षणे रूपादिकम् उत्पद्यते घटे. कारणानां सर्वेषां सहभावित्वात् अपि च समवायिककारणस्य कार्यसहभावेन कारणत्वस्वीकारात् घटोत्पत्तिक्षणे एव रूपादिकम् उत्पद्यते इति स्वीकर्तुं शक्यते. एवञ्च विभागोत्पत्तिक्षणे एव संयोगनाशः अङ्गीकर्तुं शक्यः. कारणं विभागः यस्मिन् क्षणे उत्पद्यते तस्मिन् एव क्षणे संयोगनाशः इति कार्यम् अपि उत्पद्यते इति अङ्गीकर्तुं शक्यं. कारणासहभावेन कार्योत्पत्तिः अत्र, किन्तु तदानीम् अपि द्वयोः कार्यकारणभावः इति वक्तव्यम्. अस्मिन् एव लाघवं विभागसंयोगनाशयोः समानकारणजन्यत्वस्य अपेक्षया संयोगनाशस्य कारणं विभागः एव इत्यस्मिन् लाघवम् अवश्यम् अस्ति. तथैव वादनं अहं शृण आगच्छामि तथैव वादनं त्वं या शुकोमन शुकोनमहोदयेन वादनं वादम् अस्ति, तथैव विभागः यस्मिन् क्षणे उत्पद्यते तस्मिन् एव क्षणे संयोगनाशः इति कार्यम् अपि उत्पद्यते इति अङ्गीकर्तुं शक्यं. तथैव त्वं वक्तुं न हा इत्युक्ते तत्र एकक्षणं कण्ठशः पश्येम भगिनि अत्र नाङ्गीक्रियते चेत् कारण सहभावेन कार्यम् उत्पद्यते. हा अत्र नाङ्गीक्रियते चेत् इत्युक्ते किं कस्य अङ्गीकार्यं नास्ति अत्र भिन्न क्षणं भिन्न हा सत्यम् इत्युक्ते क्षणभेदः न अङ्गीक्रियते चेत् अपि इत्युक्ते विभागसंयोगनाशयोः तत्र क्षणभेदः अस्ति इत्यस्मिन् अङ्गीकार्यं नास्ति चेदपि कारणसहभावेन कार्यम् उत्पद्यते. कारणसहभावः इत्युक्ते किम् इत्युक्ते अवगच्छति वा तत्र कारणसहभावः कथम् अपि न दीयते न इत्युक्ते द्वितीयवाक्यं पठतु तत्र तत्र अस्ति खलु इत्युक्ते प्रथमक्षणे यदा घटः उत्पद्यते तस्मिन्नेव क्षणे रूपादिकम् उत्पद्यते घटे इति एव कारणसहभावः इत्युक्ते कारणं यस्मिन् क्षणे जायते तस्मिन्नेव क्षणे कार्यमपि जायते इति इत्युक्ते पूर्वं यथा वयम् उक्तवन्तः इत्युक्ते घटः क्षणं यावत् निर्गुणं तिष्ठति इति न घटस्य उत्पादनं यस्मिन् क्षणे भवति तस्मिन्नेव क्षणे रूपस्य उत्पादनमपि इति भवति इति कारणसहभावः इत्युक्ते कारणसहभावेन कार्यं कार्यस्यापि उत्पादनम् इति स्वीकर्तुं शक्नुमः. कारणानां सर्वेषां सहभावित्वात् अपि च समवायिकारणस्य कार्यसहभावेन कारणत्वस्वीकारात् घटोत्पत्तिक्षणे एव रूपादिकम् उत्पद्यते इति स्वीकर्तुं शक्नुमः इति यथा वयम् इदानीम् उक्तवन्तः इत्युक्ते कारणानां सहभावित्वम् अस्ति अपि च वयं जानीमः घटः इति रूपस्य समवायी कारणम् इति तत्र तादृशकारणकार्यभावः स्वीकृतम् इति कृत्वा तत्र यस्मिन् क्षणे घटस्य उत्पादनं भवति तस्मिन् क्षणे एव रूपस्य अपि उत्पादनम् इति स्वीकर्तुं शक्नुमः. तद्वत् विभाग उत्पत्तिक्षणे एव संयोगनाशः इति अपि तस्यापि अङ्गीकार्यं भवतु इत्युक्ते कारणम् इति विभागः कार्यमिति संयोगनाशः यस्मिन् क्षणे कार्यं कारणं जायते तस्मिन्नेव क्षणे कार्यमपि भवतु इति. परन्तु तत्र मुख्यविषय अंशः किम् इत्युक्ते यत्किमपि भवतु इत्युक्ते पूर्वक्षणे कार्यं कारणम् अनन्तरक्षणे कार्यम् इति वा अथवा समानक्षणे एव द्वयमपि भवति इति यत्किमपि भवतु परन्तु तयोः मध्ये कार्यकारणभावः तु अस्ति एव इत्युक्ते विभागः संयोगनाशः द्वयोः एकः एव कारणं क्रिया इति नास्ति तस्मिन् लागमं नास्ति परन्तु संयोगनाशस्य विभागः कारणम् इति स्वीकुर्मः चेत् तस्मिन्नेव लाघवम् अस्ति इति सिद्धान्ती वदति अन्ततो गत्वा. इत्युक्ते इदानीं किम् अस्ति क्रिया इति क्रिया जायते क्रियया विभागः विभागेन संयोगनाशः इति स्वीकुर्मः चेत् तत्र एव लाघवम् अस्ति क्रिया जायते क्रियया विभागः क्रियया एव संयोगनाशः इति इत्युक्ते विभागः अपि च संयोगनाशः द्वयोः अपि एकमेव कारणम् इति स्वीकुर्मः चेत् तस्मिन् लाघवं नास्ति इति सिद्धान्ति वदति इदानीम् अस्तु तर्हि समयः अपि अतीतः तत्र अन्ततो गत्वा विभागस्य द्वैविध्यम् अस्माभिः अङ्गीकृतम् कर्मजविभागः विभागजविभागः इति अपि च द्वयोः विभागयोः कारणं क्रिया एव केवलं क्रिया न कर्मजविभागस्य कारणं क्रिया विभागजविभागस्य कारणं विभागः कर्मजविभागः इति हा इत्युक्ते कर्मजविभागस्य कारणं क्रिया खलु कर्मजविभागः कर्मजविभागस्य कारणं क्रिया विभागजविभागस्य कारणं तु कर्मजविभागः हा विभागः तदेव तत्र क्रिया क्रियायाः स्वीकार्यं न आवश्यकम् हा इत्युक्ते विभागजविभागस्य कारणं विभागः इत्येव वदामः यतोहि तत्र प्रायः हा अस्तु वदतु महोदय अग्रे हा केवलम् अवगमनार्थं तत्र सङ्ग्रहं कुर्वन्नस्मि मनसि अस्तु एतत् सत्यम् इदानीं द्वितीय प्रथमक्षणे क्रिया जातः द्वितीयक्षणे कर्मजविभागः जातः तस्य कारणं क्रिया इति अवगतवन्तः तृतीयक्षणे विभागजविभागः जातः तस्य कारणं तु कर्मजविभागः इति अवगतवन्तः इदानीं तृतीयक्षणे तृतीये एव क्षणे संयोगनाशः भवति हस्तपुस्तकयोः इति चिन्तयामश्चेत् तस्य कारणत्वं द्वितीयक्षणे यद्विभागः जातः तदेव किल सत्यं तत्र क्रिया न स्वीकृतं क्रिया न स्वीकृतं केवलं विभागः एव संयोगनाशः करोति इति इदानीं चतुर्थक्षणे कायपुस्तकयोः मध्ये यद्विभागः यत् संयोगः आसीत् तस्य नाशः भवति तृतीयक्षणे खलु संयोगनाशः चतुर्थक्षणे सत्यं चतुर्थक्षणे एव कायपुस्तकयोः मध्ये यत् संयोगः आसीत् तस्य नाशः भवति तस्य कारणं तु द्वितीयक्षणे न तृतीयक्षणे यद् विभागजविभागः जातः तत् सत्यं सः सत्यम् इत्युक्ते तत्र किञ्चित् इत्युक्ते प्रथमक्षणे क्रिया द्वितीयक्षणे इत्युक्ते हस्तपुस्तकयोः संयोगः इति स्वीकुर्मः तर्हि प्रथमक्षणे हस्ते वा पुस्तके वा क्रिया जाता हस्ते अस्तु इति कृत्वा इदानीं द्वितीयक्षणे हस्तपुस्तकयोः विभागः जातः तृतीयक्षणे हस्तपुस्तकयोः संयोगनाशः अपि च कायपुस्तकयोः विभागः चतुर्थक्षणे संयोगनाशः आम् इदानीं तदुपरि चतुर्थक्षणे पुनः संयोगः जायते उत्तरदेशसंयोगः उत्तरदेशसंयोगः जायते तस्य कारणं क्रिया केवलं क्रिया वा केवलं क्रिया तदनन्तरं पञ्चमक्षणे क्रिया समाप्ता भवति खलु एकनिमिषं पञ्चनिमिषं तद् अनन्तरं पश्यामः चतुर्थक्षणे क्रियया उत्तरदेशसंयोगः जायते यद्यपि तृतीयक्षणे संयोगनाशः अस्ति यद्यपि विभागः अपि अस्ति तथापि तस्य कारणत्वं न स्वीकृतम् अस्माभिः उत्तरदेशसंयोगं प्रति सत्यम् उत्तरदेशसंयोगं प्रति पूर्वदेशविभागः कारणं नास्ति हा इत्युक्ते तत्र क्रियया संयोगः अपि जायते विभागः अपि जायते सत्यं किल सत्यं अपि च संयोगविभागयोः मध्ये वैरुध्यम् अस्ति. हा, परन्तु इदानीं भिन्नविभागः भिन्नसंयोगः खलु, तदर्थमेव उक्तवती पूर्वदेशविभागः उत्तरदेशसंयोगः इति. आम् आम् इति देश किमिति दै किं वदामः दैशिकं दैशिकेन तत् इति अस्ति इति कृत्वा, यद्यपि विभागसंयोगः मध्ये वैरुध्यम् अस्ति किन्तु उत्तरदेशसंयोगं प्रति पूर्वदेशविभागस्य वैरुध्यं नास्ति इति तत्सर्वं पूर्वम् अस्माभिः किञ्चित् चर्चितवन्तः इति मन्ये. आमामाम्, इदानीं किञ्चित् समग्रचिन्तनम् अस्माभिः अन्ततो गत्वा किम् अस्माभिः अवगतम् इति चिन्तयन्नस्मि तावदेव. तत्र प्रश्नः किमपि नास्ति, मम अवगमनं सम्यक् वा न वा. सम्यक् एव महोदय, तादृशचिन्तनं तत्र. हा, अतः चतुर्थक्षणे उत्तरदेशसंयोगः केवलं क्रियया जायते, तदग्रिमक्षणे क्रियायाः नष्टः स्वीकर्तव्यः, नो चेत् द्रव्यं गच्छन् भवति इति कृत्वा. सत्यं, तथापि तत्र प्रायः नूतनक्रिया इति स्वीकार्यं भवति इति चिन्तयामि, गच्छन् अस्ति चेदपि. हा, प्रायः तत्र वेगाख्यगुण तत्र तदपि अस्ति किल. सत्यं, वेगः नास्ति, प्रायः वेगः अपि भवितुम् अर्हति, नूतनक्रिया वा वेगः वा इति न जाने इदानीं. भवतु, यदि यदि क्रियया क्रियायाः नष्टः न भवति चेत् तत् द्रव्यं गच्छन् अस्ति इति कृत्वा तत्र स्वीकार्यमेव भवति. पञ्चमक्षणे न्यूनातिन्यूनं पञ्चमक्षणे प्रथमक्षणे यत् क्रिया जातः तस्य नाशः स्वीकार्यमेव तावत्पर्यन्तं तत् तिष्ठेत्. सत्यम् इति एव तत्र क्षणपञ्चकव्यापिनी प्रक्रिया इति वयम् आरम्भे दृष्टवन्तः, तथैव. अस्तु भगिनि, तावदेव. उत्तमम्, अस्तु, भवतु तर्हि. इदानीम् अस्माकं विभागसंयोग समयः अस्ति वा? अन्य एकः प्रश्नः, समानप्रश्नः. हा हा, वदतु महोदय. अत्र एकः घटः अस्ति इति चिन्तयतु. कश्चन बालकः घटे हस्तं स्थापयति, घटे उष्णः अस्ति इति कारणेन सः झटिति हस्तस्य अनाकर्षणं करोति. अतः अत्र इदानीं वयं वदामः अत्र विभागः क्रिया भवति इति कारणे विभागः भवति इति वदामः, परन्तु लोकव्यवहारे वयं वदामः अत्र उष्णः एव कारणमिति. अत्रापि न, उष्णः कारणम् इत्युक्ते विभागस्य कारणं तु क्रिया एव खलु, इत्युक्ते यद्यपि तत्र उष्णम् अस्ति, बालकः झटिति तत्र हस्त बालकस्य हस्तः इदानीं घटस्य उपरि आसीत् खलु, सः तस्मात् हस्तं तत्र न तत्र तत्र हस्ते क्रिया न जाता चेत् विभागः न जायते. अत्रापि क्रिया अस्ति एव, परन्तु अस्माकं व्यवहाररीत्या वदामः उष्णः एव कारणम् इति, अतः अत्रापि क्रिया एव कारणं. लोकव्यवहारे किं वदामः, उष्णात् तत्र विभागः जातः इति न वदामः खलु, उष्णात् हस्तं निष्कासितवान् इत्येव वदामः. तत्तु निष्कासनम् इति क्रिया भवति, अत्र तादृशक्रिया भवति इति कृत्वा इदानीं यत् संयोगः आसीत् पूर्वं तस्य नाशः भवति, इत्युक्ते विभागः विभागेन नाशः इति सर्वं भवति. धन्यवादः. अस्तु अस्तु, तर्हि एतेन अस्माकं तत्र विभागः विभागस्य विषये अपि तत्र अस्माकं चर्चा समाप्ता. अग्रिमकक्षायां तत्र नूतनविषयः उद्देशविधेयभावः इत्यस्य आरम्भं भवति. अपि च अहं चिन्तयामि तस्मात् तत्र यद्वयं पठेम अथवा पठिष्यामः तत्तु अस्माकं परिचितं सर्वेषां वस्तुतः परिचितः विषयः एव, यतोहि तत्र सोमवासरकक्षायां एतत् सर्वं पूर्वमेव अधीतवन्तः इति जानामि. तर्हि प्रायः किञ्चित् वेगेन गन्तुं शक्नुमः इति एकम्, इत्युक्ते त्वरा नास्ति वस्तुतः, परन्तु अहं चिन्तयामि यत् परिचितः विषयः इति कृत्वा प्रायः किञ्चित् वेगेन गन्तुं शक्नुमः. अपि च तत्र अस्माकं तत्र पुनस्मरणम् अपि च भिन्नरीत्या चिन्तनम् इति सर्वमपि कर्तुं शक्नुमः इत्येव. तर्हि आगामिकक्षायाम् उद्देशविधेयभावः इति अस्मात् पठेम. अस्तु भगिनि, धन्यवादः. धन्यवादः.